गतवर्गे अस्माभिः किं पठितं, तत्र तनादिगण इति विषयः आसीत्। तत्र तनादिगणे हलन्तधातवः नवधातवः सन्ति, हलन्तधातवः, तेषां रूपाणि कथं सिद्ध्यन्ते इति अस्माभिः पठितं। तत्र तावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु, तर्हि अस्माभिः पूर्वमेव पठितं यत् तनादिगणे एकमेव एक एव अजन्तधातु अस्ति, क्रूधातु अस्ति, तत्र अजन्त अस्ति, तत्र अपि विशेषकार्याणि भवन्ति क्रूधातु कृते। अतः इदानीम् अस्मिन् वर्गे क्रूधातु इति तस् कार्याणि कथं भवन्ति इति वयं पश्यामः। अस्तु, तर्हि विजयामहोदय अस्ति खलु? आं जि, तर्हि तत्र विजयामहोदय, तत्र डुक्रियधातुः इति विषयः अस्ति करपत्रे, डुक्रियधातुः। तत्र सर्वे धातवः अत्र तेषाम् अनन्तरं डुक्रियधातुः इति एकमस्ति। आम् आम् सर्वे प्राप्नुवन्ति वा डुक्रिय? आम् आम् महोदय, संयोगपूर्वाङ्गधातुः ऋणधातुः तत् न पठितं, पठितं नासीत्, परन्तु अस्माभिः रूपाणि कृतं खलु, कृतानि खलु गतवासरे, रूपं समानमेव, अतः न रूपाणि अस्माभिः पठितानि। आम् डुक्रिजिं डुक्रिजिं धातुः एव अत्र करणीयम्। अस्माभिः हलन्तधातूनां कृते रूपाणि कथं भवन्ति इति अस्माभिः गतवर्गे एव अभ्यासः कृतः खलु। अत्र नूतनं किमपि नास्ति, अधुना नूतनम् अस्ति डुक्रियधातुः। तर्हि विजयामहोदय पठतु डुक्रियधातुः। तनादिगणे दशधातवः सन्ति, तेषु नव हलन्तदातवः उपरि परिशीलिताः। दशसु एकः धातुः अजन्तः, सः च धातुः डुक्रिजिं करणे। आदिर्न्युटुडवः इत्यनेन डु इत्यस्य इत्संज्ञा, हलन्त्यम् इत्यनेन निङ् इञ् इत्यस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः, अतः निरानुबन्धरूपं कृ एव तिष्ठति। अन्ते अग्रे पठामि वा? पूर्वं यथोक्तं क्रूधातुः तनादिगणे एव पठितः तनादिकृञ्भ्यः उः इति सूत्रेण, किन्तु सूत्रे क्रूधातुः पुनः उक्तं, किमर्थम् इति चेत् क्रूधातुः उप्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीयः विधयः क्रूधातु कृते न प्रसक्ताः। द्विवारं वदनेन नियमः कृतः, सीमा अद्य आरोपिता यत् उप्रत्ययस्य एव विधानम्। एतत् अर्थमेव तनादिगणे स्थापितः। अन्ये तनादिगणीयः विधयः क्रूधातुतः न भवन्ति। वक्ष्यमानेन विशिष्टसूत्रेण धातुविकर्णप्रत्ययोः अङ्गं व्यवहारिकतया द्विविधं, तथा च तिङ्प्रत्ययः वकारादिः मकारादिः यकारादिः चेत् प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः विद्यते। तत्र गुणः भूत्वा करोति इति, कुरुते इति भवन्ति, कुरुते कुर्वन्ति इति। तत्र प्रमुखः भेदः कः अस्ति, यत् अङ्गम् एव भिद्यते। तत्र अन्येषां धातूनां कृते किम् अस्ति, धातुयोगः यत् विकरणप्रत्ययः उ अस्ति, तेन योगेन यः यत् अङ्गं निष्पद्यते तत् अङ्गं समानम् अस्ति. अनन्तरं कोऽपि प्रत्ययः भवेत् अङ्गं समानम् अस्ति, परन्तु क्रुधातु कृते अङ्गमेव भिद्यते. सार्वधातुकप्रत्ययः परे अस्ति चेत् एकम् अङ्गं, क्षम्यतां, पित् पित् इति प्रत्ययः अस्ति चेत् एकम् अङ्गं, कित्नित् प्रत्ययः अस्ति चेत् अन्य अङ्गम् इति प्रमुखः भेदः अस्ति. तदनन्तरं वकारादि मकारादि यकारादि प्रत्ययः परे अस्ति चेदपि अन्य तनादिगणीयधातूनाम् अपेक्षया भेदः भवति. तर्हि अत्र प्रमुखभेदद्वयमस्ति. ते तस्य भेदस्य कृते सूत्राणि अपि नूतनानि सन्ति, भिन्नानि सन्ति इति. तर्हि इदानीं अत्र लिखितमस्ति तनादिकृन्भ्यः उः, यद्यपि क्रूधातु तनादिगणे एव अस्ति, उः एव विकरणप्रत्ययः अस्ति, तर्हि किमर्थं पुनः लिखितं पाणिनिना उ कृ इति? तस्य अर्थमस्ति यत् पुनः लेखनस्य अर्थः अस्ति चेत् अर्थः अस्ति यत् कृ इति विशेषधातुः अस्ति. यद्यपि तनादिगणीयः धातुः अस्ति, उ विकरणप्रत्ययः अस्ति, परन्तु अन्य सर्वे कार्याणि तनादिगणीयधातूनाम् एव धातूनाम् इव धातून् इव न सन्ति, भिन्नकार्याणि भवन्ति इति अस्ति. अस्तु, तर्हि इदानीम् अग्रे पठामः. अरुणा महोदय पठतु क्रुधातोः अङ्गद्वयम्. आं महोदय, क्रुधातोः अङ्गद्वयं पित्सु प्रत्ययेषु अत्र क्रु योगः उ सार्वधातुक आर्धधातुकयोः इत्यनेन इकः गुणः खर् योगः उ खरु इति अङ्गम्. अपित्सु प्रत्ययेषु क्रु योगः उ सार्वधातुक आर्धधातुकयो इत्यनेन इकः गुणः खर् योग उ खरु. अत उत् सार्वधातुके इत्यनेन अपित् प्रत्ययपरे खरु इत्यस्य अङ्गस्य उकारस्य स्थाने अकारस्य स्थाने उकार आदेशः भवति कुरु इति अङ्गम्. अत्र दत्तं कृधातो अङ्गं द्विविधम् अस्ति. प्रथमं पित्सु प्रत्ययेषु पदे सार्वधातुक आर्धधातुकयोः सूत्रेण ऋकारस्य गुणः भवति खर् आगच्छति. खर् प्लस् योगः उ कुरु खरु इति अङ्गं निष्पन्नं भवति. अपित्सु प्रत्ययपरे कृ योग उ सार्वधातुकार्धधातुकेन गुणः भवति, इकवर्णस्य गुणः भवति, परन्तु अन्यसूत्रमागत्य सूत्रम् अत उत्सर् सार्वधातुके इत्यनेन सूत्रेण अपित् प्रत्ययपरे अकार खरु इति अङ्गस्य अकारस्थाने उकार आगच्छति, आदेशः भवति, ततः कुरु इति अङ्गम्. सो द्वय अङ्गम् अङ्गद्वयम् अस्ति, खरु इति एक अङ्गं पित्सु प्रत्ययेषु परे, कुरु इति अङ्गम् अपित्सु प्रत्यये परे क्रुधातुतः. सम्यक्, तदेव दत्त. तर्हि अत्र पित् प्रत्ययः अस्ति चेत् तत्र कुरु पित् प्रत्ययः अस्ति चेत् तत्र उभयत्र सार्वधातुक आर्धातुकयोः इति सामान्यसूत्रेण, यतोहि उ इति आर्धातुकप्रत्ययः अस्ति, क्रु इति इगन्त धातुः अस्ति, अतः उभयत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण प्रथमं तु गुणः भवति एव. ऋकारस्य स्थाने अ आगच्छति, तदनन्तरम् उरण् रपरः इत्यनेन अर् इति भवति, कर् योगः उ करु, तर्हि उभयत्र करु भवति. परन्तु यदि अङ्गस्य अनन्तरं करु इति अङ्गस्य अनन्तरं यदि यः प्रत्ययः अस्ति, यः प्रत्ययः अपित् अस्ति, कित्नित् अस्ति, तर्हि किमस्ति अत उत सार्वधातुके इति नूतनसूत्रेण किं भवति, करु अङ्गे यः अकारः अस्ति तस्य स्थाने उकारः भवति, तर्हि करु तस्य अकारस्थाने उकारः भूत्वा कुरु इति अङ्गं भवति. अतः पश्यतु, लट् लकारे किम् अस्ति प्रथमपुरुष एकवचन करोति अस्ति यद् किमर्थं यतोहि तित् प्रत्ययः अस्ति तत् पित् अस्ति यतः करु अङ्गं भूत्वा करोति भवति परन्तु तः द्विवचने तस् प्रत्ययः अस्ति तत् अपित् अस्ति यतः पश्यतु तस्य अङ्गं भवति कुरु अतः कुरुतः तर्हि प्रथमपुरुषे एकवचने करोति प्रथमपुरुषद्विवचने कुरुतः इति तर्हि अङ्गं भिद्यते तस्य कारणमस्ति अत उत्सार्वधातुके इति सूत्रं तर्हि सूत्रं पठतु महोदय अरुणा महोदय आं महोदय अत उत्सार्वधातुके षष्ठाध्याये चतुर्थपादे दश अधिक एकशत सूत्रम् उप्रत्ययान्त कृ धातोः हस्व अकारस्य स्थाने उकार आदेशो भवति कितिनिति सारुदापरे अतः षष्टन्त्यम् उत् प्रथमान्तं सारुदातिके सत्यमन्तं त्रिपदमिदं सूत्रम् उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्त्यं कृत्वा उतः प्रत्ययस्य येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उप्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजनखनकसां लोपः अनङ्गि इत्यस्मात् किति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् कितिनिति सर्वधातुके सूत्रं वदति वयं तत् वदन्तः उप्रत्ययान्तकृधातोः हच्व अकारस्य स्थाने महोदय भवत्याः ध्वनिः सम्यक् नास्ति अधुना ओके महोदय क्षम्यता अत्र कितिनीति सार्वधातुकप्रत्यय अर्थमस्ति अजादि अपि प्रत्यये फले इति अवगमनं भवति ततः कृधातु अपि प्रत्यये परे सार्वधातुक आर्धधातुकसूत्रेण गुण भवति रु भवति तदनन्तरम् उरण्परः सूत्रेण रेफ आगच्छति अरेति रूपं गुणरूपं खर् प्लसु कुरु खरु तदनन्तरं नूतनसूत्रम् अत उत्सर्वधातुके सूत्रेण ककारस्य अकारस्थाने उकार आदेशः भवति कुरु इति अङ्गं निष्पन्नं भवति तदेव अत्र दत्तम् अनुवृत्तिसहितसूत्रं अङ्गस्य अधिकारः अस्ति करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् कीर्तिनिति सार्वधातुके इति अत्र दत्तं सूत्रं केवलम् अत उत्सार्वधातुके तद् विवरणार्थम् अनुवृत्तिसहितं वदति करोतेः उप्रत्ययान्तस्य अङ्गस्य उत् कीर्तिनिति सार्वधातुके इति दत्तम् तर्हि अत्र किम् अस्ति ततः क्रूयोगः प्रथमम् आगच्छति सार्वदा तिष्ठ प्रत्यये आगच्छति चेत् तत् तस् इति अपि हलन्तम् अपि अस्ति ततः प्रथमं सार्वधातुक आर्धधातुकसूत्रेण गुण भवति खर् योगः उ खरु अस्ति तदनन्तरम् उत अपित् हलादि अपित् प्रत्ययः अस्ति चेत् उत्सर्वधातुके सूत्रेण अकारस्थाने उकार आगच्छति कुरु इति अङ्गं निष्पन्नं भवति कुरुतः अत्र सूत्रमस्ति अत उत्सार्वधातुके तर्हि अत उत्सार्वधातुके इति सूत्रं किं वदति करोतेः उप्रत्ययान्तस्य पश्यतु अनुवर्तिषतु सूत्रं किम् अस्ति करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् इति सार्वधातुके तर्हि अत्र षष्टि हा तत्र करोतेः इति किमस्ति करोतेः इति करोति इति षष्टिविभक्तिः अस्ति करोति इति पदस्य षष्टिविभक्तिः अस्ति करोतेः तर्हि अत्र करोति इति किमस्ति करोति मध्ये कः प्रत्ययः अस्ति अत्र सूत्रे स्टिप् प्रत्ययः अस्ति तर्हि अस्माभिः पठितं खलु सूत्रे धातोः निर्देशार्थम् इक् प्रत्ययः भवितुं शक्नोति ष्टिप् प्रत्ययः भवितुं शक्नोति तर्हि अत्र नित्यं करोतेः एकं सूत्रमस्ति तत्र करोतेः मध्ये करोति इति पदस्य षष्टिविभक्तिः अस्ति तर्हि करोति मध्ये अत्र ष्टिप् प्रत्ययः अस्ति तत्र ष्टिप् प्रत्ययस्य तत्र ष्टिप् प्रत्ययस्य किमस्ति महत्त्वं तत्र तस्य अर्थमस्ति क्रूधातु यत्र कुत्रापि सूत्रे ष्टिप् प्रत्ययः आगच्छति तस्य अर्थः अस्ति क्रूधातु इव तर्हि करोतेः इत्युक्ते क्रूधातु तस्य षष्टिविभक्ति तर्हि अत्र अनुवृत्तिसहितसूत्रमस्ति करोतेः नाम क्रूधातोः उप्रत्ययान्तस्य अङ्गस्य नाम क्रूधातोः यत् उप्रत्ययान्त अङ्गमस्ति नाम यदा विकरणप्रत्ययः योजयित्वा यद् अङ्गं भवति क्रूधातोः तत्र क्रूधातोः अस्ति तस्य उप्रत्ययान्त अङ्गम् इत्युक्ते क्रूयोगः उ क्रूयोगः उ किं भवति करु करु सार्वधातुक आधातुकयोः इति सूत्रेण तर्हि करोतेः उप्रत्ययान्तस्य अङ्गस्य तस्य आशयः अस्ति करु करु इति अङ्गं तर्हि करु इति अङ्गे यत् अकारः अस्ति एक एव अकारः अस्ति अतः अतः इत्युक्ते ह्रस्व अकारः तर्हि ह्रस्व अकारस्य स्थाने षष्ठीभक्तिः अस्ति खलु ह्रस्य अकारस्य स्थाने उत् भवति नाम ह्रस्व अकारस्य स्थाने ह्रस्व उकारः भवति करु तस्य कुरु भवति कदा भवति निमित्तं किमस्ति सार्वधातुकप्रत्ययपरे अस्ति चेत् कित् नित् सार्वधातुकप्रत्ययपरे अस्ति चेत् अकारस्य उकारः भवति यदि आर्धातुकप्रत्ययः अस्ति नो चेत् पित् सार्वधातुकपित् प्रत्ययः अस्ति यत् कित् नित् नास्ति तत्र अकारस्य उकारः न भवति तर्हि पश्यतु करोति इति मध्ये करु इति अङ्गमस्ति परन्तु अग्रे तिप् प्रत्ययः अस्ति यत् सार्वधातुक अस्ति परन्तु कित्नित् नास्ति पित् अस्ति अतः कुरु इति न भवति तथैव अग्रे अपि लृट् लकारे रूपमस्ति करिष्यति करिष्यतः करिष्यन्ति सर्वत्र तत्र तत्रापि कुरु इति अङ्गं न भवति तत्र तु उप्रत्ययान्त अङ्गमपि नास्ति अग्रे प्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययः अस्ति अतः तत्र अपि सूत्रस्य प्रसक्तिः नास्ति तर्हि अत उत् सार्वधातुके इति सूत्रस्य प्रसक्तिः तथैव अस्ति यदा उ विकरणप्रत्ययः आगच्छति अग्रे च सार्वधातुक कित्नित् प्रत्ययः अस्ति तदेव भवति अन्यथा करु तस्य करु एव भव करु मध्ये उ उकारः न आगच्छति इदं सूत्रम् अत उत् सार्वधातुके इति अस्ति सर्वे अवगच्छन्ति वा सूत्रं किमस्ति महोदय केवलं कुरु धातु तः कुरुतः कुरुत इति वक्तुं तस्मादेव एकसूत्रं वा न केवलं कुरुतः अन्ये अपि बहूनि रूपाणि सन्ति खलु कुरुतः कुर्वन्ति करोति अपित् अपित् प्रत्ययः बहूनि सन्ति पित् प्रत्ययः न्यूनाः सन्ति खलु अन्य लोट् लकारे अपि अस्ति लट्लकारे लट्लकारे केवलं लट्लकारे केवलं प्रथमपुरुष एकवचन मध्यमपुरुष एकवचन उत्तमपुरुष एकवचन विहाय अन्यत्र सर्वत्र अपित् अस्ति खलु प्रत्ययः अस्तु, अग्रे गच्छामः. इदानीं त्रिप्रथमः भेदः अङ्गभेदः अथ उत् सार्वधातुके इति सूत्रेण भवति. अनन्तरम् अन्यापि भेदाः सन्ति, तदग्रे पश्यामः. इदानीं रघुपतिमहोदय पठतु अग्रे. अग्रे अस्तु, अग्रे मनसि भवेत् यत् करु कुरु असंयोगपूर्व अङ्गं यत्र च असंयोगपूर्व अङ्गकार्यं भवति तत्र च लोपश्चान्यतरस्यां मोहो इत्यस्य अपवादभूतसूत्रं नित्यं करोतेः येन वकारमकारादौ प्रत्यये परे कृ धातोः प्रत्यय अवयवः अवयव उकारस्य लोपः नित्यं भवति. ततः अग्रे अग्रे च ये च इत्यनेन यकारादिप्रत्यये परे अपि कृ धातोः प्रत्यय अवयव अवयवः अवयव उकारस्य लोपः भवति. अतः तिङ् निमित्तिकं कार्यम् एवं भवति इति अत्र लोपश्च अन्यतरस्य मोहो इति असंयोगपूर्व अङ्ग वयं दृष्टवन्तः. लोपस्य अन्यतरस्य अन्यतरसमिति मोहो इति अत्र लोपः भवति इति विकल्पेन वकारमकारप्रत्यये परे अत्र उकारस्य लोपः नित्यं भवति इति अस्ति. अन्यत्र लोपः अन्यतरस्य अत्र विकल्पः अस्ति, परन्तु अत्र विकल्पः नास्ति. तन् अत्र तनु तन्वः तन्व तन्वः तन्मः इति अहं चिन्तयामि पूर्वम्. उदाहरणमस्ति चेत् कुर्वः कुर्मः, तत्र विकल्पेन न भवति, परन्तु अन्यधातुषु मध्ये तत्र विकल्पेन भवति. तनुवः नो चेत् तन्वः, तनुमः नो चेत् तन्मः, परन्तु अत्र नित्यमस्ति. अपि च अन्ये धातुषु केवलं मकारादि वकारादिप्रत्ययपरे अस्ति चेदेव लोपः भवति. कृधातु कृते यकारादिप्रत्ययः अस्ति चेदपि लोपः भवति इति नूतनमस्ति. तर्हि एकवारम् अष्टाध्यायीम् उद्घाटयतु. तत्र षष्ठम अध्यायस्य चतुर्थपाद चतुर्थपादः पृष्ठक्रमाङ्कः अस्ति पुस्तके 17 + 100 117 तत्र सूत्रमस्ति 64105 इति पश्यतु 64105 अत्र अङ्गकार्यस्य सूत्राणि सन्ति. सर्वाणि सूत्राणि अङ्गकार्यस्य अधिकारे आगच्छन्ति. तर्हि 64105 अस्ति अतो हे अस्माकं परिचितं सूत्रमस्ति. सूत्रं किं वदति, कोऽपि वक्तुं शक्नोति? अतो ये हे सूत्रं किं वदति, लुक् भवति इति. अतः अङ्गात् हेः लुक् भवति इति. अदन्तात् अङ्गात् कुत्र लुक् भवति? अदन्तात् अङ्गात् परस्य हि प्रत्ययस्य लुक् भवति. सम्यक्. तत्र अस्माभिः पठितं खलु, पठ धातुः लोट् लकार मध्यमपुरुष एकवचनम् अस्ति पठ. तत्र पठयोगः हि अस्ति, तत्र हि प्रत्ययस्य लोपः भवति. सापाडु पत्मनिदा क्लास् मिलि लेना एनक स्पून् पोटु कुत्रंग. तर्हि तत्र लोपः भवति अतो हेः इति सूत्रेण. पठ भवति, पठ इति भवति, तत्र लिख भवति. तत्र यत्र कुत्र अङ्गम् अदन्तम् अस्ति तत्र मध्यमपुरुष एकवचन लोट् लकारे हि प्रत्ययस्य लोपः भवति इति अस्ति. तदनन्तरम् अग्रिमसूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रं किं वदति रघुपतिमहोदय? अत्र असंयोगपूर्व यः उकार अस्ति तर्हि हि प्रत्ययस्य लोप् हि प्रत्ययस्य लुक् भवति इति, लोपः भवति इति अस्ति. असंयोगपूर्व उकारः यः प्रत्ययस्य अवयवः प्रत्ययव अस्ति चेत् अवयव अस्ति चेदेव भवति. तर्हि अस्माभिः स्वादिगणे पठितं खलु चिनु, चिनु मध्ये उकारः प्रत्ययस्य अवयवः अस्ति, असंयोगपूर्व उकारः अस्ति, अतः चिनुयोग हि मध्ये अपि यद्यपि चिनु अदन्त अङ्गं नास्ति तथापि हि तस्य लोपः भवति, चिनु इति रूपं भवति. तथैव सनादिगणे अपि तनु इति अङ्गम् अस्ति, तत्रापि तनु इति रूपं भवति, लोट्लकार मध्यमपुरुषे एकवचनं. तर्हि तत्रापि हे लुक् भवति उतश्च प्रत्ययात् संयोगपूर्वात्. तदनन्तरम् अस्ति अग्रिम सर्वे सूत्राणि क्रमक्रमेण आगच्छन्ति सर्वाणि सूत्राणि. लोपश्चास्य अनतरस्यां भोः इति सूत्रमस्ति. इति सूत्रं किं वदति सुमन् महोदय? सुमन् महोदय अस्ति वा? आम् क्षम्यताम्. तत्र मकार वकार परे मकार आदौ वकार आदौ प्रत्ययपरे अस्ति चेत् तत्र उकार विकल्पेन लोपः भवति इति. विकल्पेन लोपः भवति यदा उकारान्त अङ्गम् अस्ति, उकारः प्रत्ययस्य अवयवः असंयोगपूर्वः. तर्हि असंयोगपूर्वः उकारान्त अङ्गम् अस्ति चेत् विकल्पेन मकारादि वकारादि प्रत्ययः परे अस्ति चेत् विकल्पेन उकारस्य लोपः भवति. तर्हि चिनुयोगः वः, तत्र चिन्वः नो चेत् चिनुवः. तनुयोगः वः, तन्वः नो चेत् तनुवः. रूपद्वयं भवति, लोपाश्च अन्यस्यां भोः. तदनन्तरं नित्यं करोतेः इति सूत्रम् आगच्छति. नित्यं करोतेः, नित्यं करोतेः इति सूत्रम् आगच्छति. अत्र करोति इति प्रथमवारं करोति इति आगच्छति, नाम इदानीं ये कार्याणि सन्ति, यानि कार्याणि सन्ति ते क्रूधातु कृते भवन्ति, केवलं क्रूधातु कृते भवन्ति. तस्य निर्देशनार्थम् अत्र करोतेः इति साक्षात् लिखितम्. तर्हि नित्यं करोतेः, नित्यं करोतेः इति सूत्रं किं वदति? नित्यं करोतेः इति सूत्रात् साक्षात् प्राक् किम् आगच्छति? लोपश्चान्यस्तरस्यां भोः, नाम असंयोगपूर्व उकारान्त अङ्गम् अस्ति चेत्, मकारादि वकारादि प्रत्ययः परे अस्ति चेत् विकल्पेन उकारस्य लोपः भवति. परन्तु नित्यं करोतेः इति सूत्रं किं वदति? यत् एतादृशं यः लोपः भवति करो क्रूधातु कृते, सः लोपः नित्यमस्ति, विकल्पेन न भवति. तर्हि लोपश्चान्यतरस्यां भोः इति सूत्रस्य अपवादसूत्रमस्ति नित्यं करोतेः. क्रूधातु कृते यद्यपि कुरु अथवा करु इति अङ्गम् अस्ति, उभयत्र उकारान्त अङ्गम् अस्ति, उकारः प्रत्ययस्य अवयवः अस्ति, उकारः असंयोगपूर्वः अस्ति, तथापि मकारादि वकारादि प्रत्ययः परे अस्ति चेत् विकल्पेन न भवति, अपि तु नित्यम् उकारस्य लोपः भवति इति अपवादसूत्रम्. तर्हि नित्यं करोतेः लोपश्चान्यतरस्यां भोः इति सूत्रस्य अपवादसूत्रम् अस्ति. क्रूधातु कृते लोपः विकल्पेन न, अपि तु नित्यं भवति इति अस्ति. तदनन्तरम् अग्रे सूत्रमस्ति ये च, ये च, ये च इति सूत्रमस्ति. अत्र पश्यतु, ये च इति सूत्रं नित्यं करोतेः इति सूत्रस्य अनन्तरम् अस्ति. अनन्तरम् अस्ति तस्य कारणं किं? यत् अत्र करोतेः इति पदस्य अनुवृत्ति भवति. यत्र ये च अत्र सूत्रे करोतेः इति सूत्र पदस्य अनुवृत्ति भवति, ये च करोतेः नाम क्रु इति धातु कृते मकारादि वकारादि प्रत्ययः परे अस्ति चेत् उकारस्य लोपः नित्यं तु भवति, परन्तु यकारादि प्रत्ययः परे अस्ति चेदपि लोपः भवति इति सूत्रं वदति. ये च इति अस्ति खलु, ये च इत्युक्ते किं? किमपि पूर्वमस्ति ततोपि अधिकं किमपि भवति. तर्हि पूर्वं किमस्ति? क्रूधातु कृते मकारादि वकारादि प्रत्ययः परे अस्ति चेत् उकारस्य नित्यं लोपः भवति, परन्तु ये च इति सूत्रं वदति अपि च यकारादि प्रत्ययः परे अस्ति चेदपि उकारस्य लोपः भवति. तर्हि पश्यतु, यकारादि प्रत्ययः परे अस्ति चेत् उकारस्य लोपः अन्ये अन्येषु धातुषु न भवति, नाम तनु मध्ये तनु तत्र किमपि न भवति, यकारस्य लोपः न भवति, तत्र विधिलिङ्गकारे अस्ति खलु तनुयात् इति एव भवति, तत्र उकारस्य लोपः न भवति, परन्तु क्रू धातु कृते उकारस्य लोपः भवति, अतः रूपं किम् अस्ति कुर्यात् न तु कुरुयात्, कुर्यात् अस्ति, उकारस्य लोपः भवति। तर्हि एतादृशम् एतादृशं पठनं करणीयं यत् अतो हे हे उतश्च यत् उतश्च प्रत्यागस्य पूर्वात् लोपश्चानस्य मोहो इति सूत्राणि तु कोऽपि उकारान्त अङ्गमस्ति चेत् धातु अस्ति अङ्गमस्ति चेत् तस्य कृते भवन्ति, परन्तु नित्यं करोतेः आगत्य विशिष्टकार्यं करोति, नित्यं करोतेः भवति यत् लोपः नित्यम् अस्ति, तदनन्तरं ये च भवति वदति यत् यकारादिप्रत्ययकृते अपि लोपः भवति, तदनन्तरमपि अस्ति अत उत्सारधातुके, अत उत्सारधातुके अपि अस्माभिः पठितम् इदानीमेव पठितं यत् अत्रापि नित्यं करोतेः इति सूत्रात् करोतेः इति तस्य अनुवृत्तिः भवति, अत उत्सारधातुके वदति यत् क्रुधातुः अस्ति चेत् उकारान्त क्रुधातु उकार क्षम्यतां क्रुधातु मध्ये उकारान्त अङ्गम् अस्ति चेत् कीतनेत सार्वधातुकप्रत्ययपरे अस्ति चेत् अकारस्य उकारः भवति इति इदं सर्वम् अस्ति। तर्हि सर्वाणि सूत्राणि एकस्मिन्नेव स्थले सन्ति, यतोहि समानमेव कार्यमस्ति तत्र, अतः एकस्मिन्नेव प्रकरणे स्थापितम् अतो हे हे उतश्च प्रत्यागस्य योगपूर्वात् लोपश्चान्यत्रस्यां मोहो नित्यं करोति हे ये च अत उत्सारमस्ति इति। तर्हि इदम् लोपः न भवति, अग्रिमसूत्रलोपः भवति, एकमेव अस्ति तत्र न, यतोहि अग्रिमसूत्रे पुनः लोपः लिखितमस्ति खलु, आमामाम् अल्लोपः तत्र भिन्नम् अस्ति, तत्र तत्र रुधादिगणे अस्ति, तत्र अत उत्सार्वधातुके इति सूत्रं लोपः नास्ति, अकारस्य उकारः भवति। अत्र अत् अस्ति उत् अस्ति तत्र सन्धि किमर्थं नास्ति, किमर्थम् अत्र अतः अस्ति वस्तुतः खलु, अतः अस्ति आम् विसर्गस्य लोपः भवति, अत उत् अतः इत्युक्ते विसर्गलोपः अतः उत् अतः षष्ट्यर्थ अस्तु अस्तु क्षम्यते, विसर्गलोपानन्तरं पुनः स्वरसन्धिः न करणीयं, तत् जान अस्तु। तर्हि इदानीम् अग्रे पठामः असंयोगपूर्वाङ्गधातूनां कार्यम् इति, तर्हि अग्रे को अस्ति अत्र मीना महोदय पठतु। असंयोगपूर्वाङ्गधातूनां कार्यं पिच्तु करु इति अङ्गम् हलादि पिच्छु गुणः हलादि किमपि सन्धिकार्यं नार्हं करोति करोति अजादिपिच्छु गुणः तदा अवादेशः करु आनि करो आनि कर् औ आनि करवाणि एचवयवः अत्र भवति पठामः वा आमां तत्र अत्र पिट् प्रत्ययः परे अस्ति चेत् केवलं गुणकार्यं भवति गुणकार्यं भवति विशेषं नास्ति अपिच्छु अपिच्छु कुरु इति अङ्गं हलादि अपिच्छु इति च इत्यनेन गुणनिषेधः कुरुतः कुरुतः एव स्थलद्वये अपवादभूतकार्यं लोटि हि लोपः कुरु हि कुरु लोटि हि लोपः के अपिच्छ हि आगच्छति लोटो हि किं सूत्रेण अधुना एव पठितम् असंयोगपूर्व उकारः अङ्गम् अस्ति चेत् हि लोपः केन सूत्रेण भवति हेर्यपिच्छ इति सूत्रेण हि आगच्छति, हि लोकसूत्रेण भवति. इदानीमेव पठितं पञ्चनिमेषपूर्वम्. उतश्च उतश्च प्रत्ययसंयोगार्थे अत उत सार्वधातुके इति सूत्रेण हि लोपः न भवति. अत उत सार्वधातुके इति सूत्रेण कुरु इति अङ्गं भवति. प्रत्ययात् अत्र पश्यतु, अत्र 6410 5 अस्ति अतो हे 6410 अस्ति उतश्च प्रत्ययात् असंयोगपूर्वात्. तर्हि उतश्च प्रत्ययात् असंयोगपूर्वात् सूत्रं किम् अस्ति? असंयोगपूर्व उकारान्त अङ्गमस्ति चेत् हि प्रत्ययस्य लोपः भवति. तर्हि अतो हे अनन्तरसूत्र अतो हे अनन्तरम् उतश्च प्रत्ययोगसंयोगपूर्व इति कुरु इति अङ्गम् उकारान्त अङ्गमस्ति, उकारः प्रत्ययस्य अवयवः अस्ति, उकारः अपि अस्ति, अतः हे लोपः भवति कुरु. यथा एतत्तु समानकार्यं, यतोहि तनु अपि अन्यतनादिगणिधातवः अपि सन्ति, तत्र अपि हि तस्य लोपः भवति, तनु इति भवति, तथैव कुरु अपि भवति. तर्हि अत्र किमपि विशेषकार्यं नास्ति अन्यतनादिगणीयधातूनाम् अपेक्षया. अस्तु अग्रे. वकारे मकारे यकारे परे उकारस्य नित्यं लोपः. कुरुवः कुर्वः, अकुरुम अकुर्म, कुरुयात् कुर्यात् यकारे परे. तदा लोपश्चान्यतरस्यां मोः इति सूत्रेण अपवादसूत्रेण नित्यं करोतेः इति सूत्रेण नित्यम् अपवादं नास्ति अत्र, विकल्पेन नास्ति, विकल्पं नास्ति. कुरुवः कुर्वः एव, अकुरु वकारं मकारम् अकुर्म अकुर्म, कुरु ये च इति प्रत्ययेन सूत्रेण कुरुयात् कुर्यात् इति भवति. तर्हि ये च इति विशेषसूत्रं केवलं कृधातु कृते भवति. कुर्यात् अत्र कृधातु कृते यकारादिप्रत्ययपरे उकारस्य लोपः भवति कुर्यात्. अजादि अपिच्छु इको यनच् इत्यनेन यन् आदेशः. अजादि अपिच्छु कुरु अन्ति कुर् उद् अन्ति यन् आदेश इको यनच् कुर्वन्ति इति भवति. अस्तु धन्यवादः महोदय. तर्हि अत्र केवलं तत्र विशिष्टकार्यं कुत्र अस्ति? हि लोप कुरु वकारे मकारे यकारे प्रत्ययपरे नित्यं लोपः नित्यं लोपः उकारस्य, अन्यत्र सर्वत्र किमपि विशेषकार्यं नास्ति. तर्हि पश्यतु, कृधातु कृते अपि बहुत्र विशेषकार्यं नास्ति. प्रथमभेदः अस्ति अङ्गभिद्यते, द्वितीयभेदः अस्ति मकारे मकारे यः अस्ति प्रत्ययः तत्र अविकल्पेन न अपि तु नित्यं लोपः भवति. तदनन्तरं तृतीयभेदः अस्ति यकारादिप्रत्ययः परे अस्ति चेदपि उकारस्य लोपः. अस्तु धन्यवादः महोदय. अग्रे विजि महोदय पठतु अग्रे. नित्यं करोति कृधातोः प्रत्ययावयः उकारस्य नित्यं लोपो भवति वकारमकारादौ प्रत्यये परे. नित्यं प्रथमान्तं करोतेः पञ्चम्यन्तं द्विपदमिदं सूत्रम्. उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तम् उतः प्रत्ययस्य लोपस्य अन्तरस्यां वोः इत्यस्मात् लोपः मोहो चेत् अनयो अनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः अङ्गस्य प्रत्ययस्य उत्तः नित्यं लोपः मोहो पूर्वं लोपस्यास्य अन्यतरस्यां मोहो इति सूत्रेण असंयोगपूर्वक अङ्गस्य उकारस्य विकल्पेन लोपः भवति मोहो मकारवकारप्रत्यये परे इति पत्तं परन्तु अत्र तु नित्यं करोतेः इति सूत्रेण उकारस्य लोपः नित्यं करणीयम् इति उक्तं क्रूधातोः कृते एव नित्यं करोतेः इत्युक्ते क्रू इति धातोः नित्यम् उकारस्य लोपः भवति इति उतस्य प्रत्यादसंयोगपूर्व इत्यस्मात् उतः प्रत्ययात् इति अनुवृत्ति तदनन्तरं लोपस्यास्य अन्यतरस्य मोहो इत्यस्मात् लोपः मोहो इति अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति करोत्येः अङ्गस्य प्रत्ययस्य उत्तः नित्यं लोपः मोहो क्रु इति धातोः अङ्गस्य उत्तः नित्यं लोपः भवति मकारवकारप्रत्ययोः परे सूत्रेण तर्हि अत्र करोतेः अहं चिन्तयामि पञ्चम्यान्तं नास्ति षष्ठ्यन्तम् अस्ति करोतेः अङ्गस्य अत्र करपत्रे पञ्चम्यन्तं लिखितमस्ति अहं चिन्तयामि षष्ठ्यान्तमस्ति तर्हि अत्र पश्यतु करोतेः इत्युक्ते किं करोतेः अङ्गस्य नाम क्रु अङ्गस्य यत् क्रुधातु अङ्गमस्ति क्रुधातु अस्ति तस्य अङ्गे क्रुधातु अस्ति तस्य अङ्गे यः उकारः अस्ति तस्य नित्यं लोपः भवति मकारादि वकारादि प्रत्ययपरे तर्हि मम एकः प्रश्नः अस्ति अतः करोतेः अङ्गस्य प्रत्ययस्य उतः इत्युक्ते किं प्रत्ययस्य किम् आवश्यकता अत्र प्रत्ययस्य अत्र लिखितमस्ति खलु यदा यदि अहं केवलं वदामि करोतेः अङ्गस्य उतः नित्यं लोपः मोहो तत्र का हानि भवति प्रत्ययस्य उतः किमर्थं तस्य आवश्यकता अस्ति उ इति प्रत्ययः भवितव्यं न उ इति प्रत्ययस्य अवयव भवितव्यं यदि सम्यक् यदि अत्र प्रत्ययस्य इति लिखितं नास्ति तर्हि कः क्लेशः भवति तत्र कुरु अस्ति खलु प्रथम उकार वा द्वितीय उकार तर्हि पश्यतु कुरु इति अङ्गम् अस्ति अत्र ककारोत्तर उकारः अपि अस्ति रेफोत्तर उकारः अपि अस्ति इदानीं प्रश्नः आगच्छति कस्य उकारस्य लोपः भवति तर्हि तादृश उकारः यः उकारः प्रत्ययस्य अवयवः प्रत्ययस्य अवयवः केवलं रेफोत्तर उकारः अस्ति तत् उ इति विकरणप्रत्ययस्य अवयवः अस्ति खलु तर्हि केवलं रेफोत्तर उकारस्य अत्र लोपः भवति इति निर्देशः अस्ति अतः कुर्मः इति भवति प्रथमः उकारः तु तिष्ठति एव रेफोत्तर उकारस्य लोपः भवति इति एकमस्ति तर्हि अग्रे सूत्रमस्ति ये च यकारादिप्रत्यये परे क्रूधातोः प्रत्यय अवयवः उकारस्य लोपः भवति ये सप्तम्यन्तं च अव्ययपदं द्विपदमितं सूत्रं नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः उतस्य प्रत्यया संयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः लोपच्छास्य अन्यतरस्य मोहो इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः किं लिखितम् तादृशमेव महोदय ये कारप्रत्ययः तत्र नित्यं करोति इति सूत्रस्य अनुवृत्तिसहितसूत्रं मध्ये मोहो अस्ति अत्र ये अस्ति अन्य किमपि नास्ति कृ इति धातोः ये प्रत्ययः परे उतः लोपः भवति प्रत्ययस्य उतः लोपः तर्हि करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः कुत्र भवति वोः अपि अस्ति ये अपि अस्ति ये अपि अस्ति अतः मकारादि वकारादि यकारादि प्रत्ययपरे अस्ति चेत् सर्वत्र क्रूधातोः स्पेशल् स्पेशल् अस्ति अतः तथैव भिन्नरूपेण पठितं खलु अनादि कृन्द्व्यः उः इति सूत्रे क्रु तस्य विशेषलेखनस्य आवश्यकता का आसीत् विशेषः अस्ति विशेषकार्याणि अग्रे अत्र उतच्च प्रत्ययादेशसंयोगपूर्वात् इति कुत्रापि हि लोपः इति न दत्तम् अष्टाध्यायीसूत्रे एव तत्र दत्तं हि लोपः इति परन्तु कुत्रापि तत्र सूत्रमध्ये दत्तं वा तत्र अत्र उपरि सूत्रं किम् अस्ति अतो हे खलु अनुवृत्ति भवति खलु अनु उपरि सूत्रं पठतु महोदय विजय अतो हे पश्यति खलु विजि भगिनी एव पठतु भगिनी न भवत्याः प्रश्नः अस्ति खलु भवत्याः प्रश्नः उपश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रे हि लुक् लिखितं नास्ति इति भवत्याः प्रश्नः अस्ति खलु आमां हा तर्हि तस्मात् प्राक् यत् सूत्रमस्ति किमस्ति अतो हे हे सूत्रं पश्यतु एकनिमिषं तर्हि 105 मध्ये हे हे अस्ति 104 मध्ये लुक् अस्ति तर्हि 104 इति सूत्रात् लुक् तस्य अनुवृत्तिः 105 इति सूत्रात् हे तस्य अनुवृत्तिः तर्हि 106 मध्ये उतश्च प्रत्यादसंयोगपूर्वात् हे हे लुक् इति अनुवृत्तिरूपेण आगच्छति अवगच्छति वा महोदय अदङ्कात् अङ्गात् परसि हि प्रत्ययस्य लुक् भवति तत्तु अतो हे इति सूत्रम् अतो हे अनुवृत्तिसहितसूत्रम् एतदेव अस्तु जि अस्तु धन्यवादः अतिस्मृतातु ब्रुवां यो इवङ्गौ इत्यस्य प्रसक्तिः नास्ति अतः अत्र असंयोगपूर्वाङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य हूष्णुवोः सार्वधातुके इत्यस्य आवश्यकता नास्ति तदर्थम् अत्र सामान्यसूत्रम् इको एणचि इत्येव कार्यं करोति अत्र किमपि नास्ति लेखनस्य आवश्यकता ते एव तत् सूत्रम् अतिस्नुवां योरिवङ्गौ इति सूत्रम् अत्र तनादिगणे प्रसक्तिः अपि नास्ति नास्ति अत्र श्नु एव नास्ति खलु तर्हि स्वादिगणे यत्र यण् आगच्छति यत्र यण् आगच्छति असंयोगपूर्व उकार अस्ति चेत् तत्र यण् तस्य सूत्रस्य प्रसक्तिः अस्ति उष्णुवोः सार्वधातुके तर्हि श्नु अस्ति परन्तु अत्र यण् केवलम् इको यणचि सामान्यसूत्रेण आगच्छति यतोहि नू नास्ति अतः अचिष्णुधातु ध्रुवाम् उष्णुवोः इति सूत्रस्य सूत्रयोः प्रसक्तिः एव नास्ति प्रसक्तिः एव नास्ति. तर्हि इदानीं वयं सर्वे यानि सूत्राणि सन्ति कृधातु कृते तानि जानीमः. इदानीम् अग्रे अग्रे किमस्ति, अभ्यासः अस्ति कृधातु कृते रूपाणि कथं भवन्ति इति वयं पठामः. अस्तु, तर्हि कोऽपि वक्तुं शक्नोति वा कृधातु आत्मनेपदी, उभयपदी, परस्मैपदी किमस्ति, कः अस्ति? अहं जानामि, परन्तु कथं जानीमः उभयपदी अस्ति? तत्र अन्ते ण्यकारः अस्ति खलु, णित् अस्ति, तत् उभयपदी अस्ति. अस्तु, तर्हि इदानीं प्रथमं तु परस्मैपदी इति न इति किम् अस्तु अस्तु. तर्हि एकवारं यत्र सर्वाणि सर्वे प्रत्ययः लिखितं सन्ति तत्र गच्छतु, उपरि अस्ति खलु, यत्र सर्वे प्रत्ययः सन्ति. अदन्त अनदन्त अङ्गमस्ति चेत् सिद्धतिङ् प्रत्ययाः के के सन्ति उपरम् उपरि लिखितमस्ति, प्राप्नुवन्ति वा? तर्हि इदानीं उपरि अस्ति खलु यत्र सर्वे प्रत्ययाः सन्ति, लट्लकार लोट्लकार लिङ्ग्लं सर्वे. अस्तु, मलर् महोदय, मलर् महोदय अस्ति, मलर् महोदय अस्ति वा? आं महोदय. क्रूधातु आं महोदय, परस्मैपदं लट्लकारः क्रू योगः इति अत्र सार्वधातुक आर्धधातुक इति इत्यनेन गुण भवति करोति. एकनिमिषम् क्रमेण वदतु, प्रथम ऊविकरणप्रत्ययः आगच्छति. ओ आं महोदय, क्रू योगः ऊ योगः ति अत्र गुण भवति महोदय. केन सूत्रेण? केन सूत्रेण? सार्वधातुक आर्धधातुक प्रति सार्वधातुक आर्धति इत्यनेन गुण भवति. अङ्गं किं भवति? कर् योगः उ. तदनन्तरं करु भवति. अत्र पित्तस्य करु योगः ति अत्र गुण भवति करोति. केन सूत्रेण गुण भवति? सार्वधातुकार्धधातुक परि करोति इति भवति. क्रू योगः उ योगः तः अत्र कु करु अत्रापि गुण अपित् अस्ति अतः गुण न भवति. अङ्गं कुरु भवति येन अत उत उच्चारधातुके इत्यनेन अकारस्य आदेश भवति वा महोदय? अकारस्य कः आदेशः भवति? उकार आदेशः भवति. किमर्थम्? अपित् अस्ति. तः इति अपि प्रत्ययः, तः इति अपित् अस्ति. कुरु इति अङ्गम् अस्ति. कुरु योगः तः कुरुतः. तदनन्तरं क्रू योगः ऊ योगः अन्ति अत्रापि कुरु योगः ऊ अत उत् सार्वधातुके इत्यनेन उकार आदेशः भवति अकारस्थाने. कुरु योगः अन्ति कुर्वन्ति कुरु योगः अन्ति अत्र केन सूत्रेण केन सूत्रेण कुरु योगः इको इको नसि सूत्रेण महोदय कुर्वन्ति आम् आम् कुर्वन्ति कुर्वन्ति आम् इको यणचि इति सूत्रेण कुर्वन्ति बन् क्रु योगः उ योगः सि क्रु योगः उ करु करु अस्ति तदनन्तरं करुयोगः सि करोस् गुण भवति करोषि इति अन्यत् सूत्रम् अस्ति महोदय सकारस्य स्थाने शकार आदेशः भवति प्रत्य इत्यनेन मूर्धन्यशकारः आगच्छति करोषि इति भवति तदनन्तरं क्रु योगः उ योगः तः अत कुरु इति भवति तः इति कुरु अपित् अस्ति उकारः अपित् अस्ति कुरु योगः तः कुरुतः तदनन्तरं कुरु योगः कुरुत आगच्छति क्रु योगः उ योगः मि करु योगः मि मकार अस्ति अत्र नित्यं करोतेः इति एकनिमिषम् अङ्गं किमस्ति क कुरु इति अङ्गम् मि इति पित् अस्ति खलु अतः करो सम्यक् न वदतु एकनिमेषः मदर् महोदय मि इति पित् अस्ति वा अपित् अस्ति पित् अस्ति अतः अङ्गं किमस्ति अङ्गं करु अस्ति करु कुरु करु करु करु अस्ति आम् करु योगः मि इदानीं किं भवति करोमि इति भवति गुणं भवति केन सूत्रेण सार्वधातुक अर्धधातुक योगति सूत्रेण करोमि इति करोमि अग्रे अत मकारस्य लोपन आम् आम् महोदय सम्यक् गुणं भूत्वा ओकार भवति अत्र क्रु योगः उ योगः वः अत्र अङ्गं भवति करु कुरु कुरु कुरु योगः वः कुरु योगः वः कुरु वकारस्य उकारस्य लोपः भवति प्रत्य वकार परे भव अस्ति अद्य नित्यं करोतेः नित्यं करोतेः इति सूत्रेण उकारस्य लोपः भवति अतः कुर्वः इति भवति अनन्तरं क्रु योगः उयोगः मह अत्रापि करु इति अङ्गं भवति अनन्तरं मकार नित्य करोतेः इति सूत्रेण नित्यम् अत्रापि लोपः भवति कर्मः इति रूपं भवति. कुर्मः इति रूपं भवति. अस्तु, किञ्चित् भ्रमः अस्ति महोदय. किं भ्रमः? कः भ्रमः? इदानीं सम्यक् अस्ति महोदय. कुर्मः कुर्मः. धन्यवादः धन्यवादः महोदय. सुमन् महोदय, आत्मनेपदी लट्. सुमन् महोदय अस्ति वा? म्यूट् मध्ये, म्यूट्, क्षम्यता, म्यूट् मध्ये. इदानीं प्रथमतया वदनीयं किम्? आत्मनेपदी लट् करोतु. सो स्टार्ट् द अङ्गम् ओर् प्रथमं यथा भगिनी उक्तवती? एकवारं न अङ्गम् इदानीं सर्वे जानन्ति, कुत्र किम् अङ्गम् अस्ति इति वदतु. अस्तु, इदानीं तु कृ धातोः अङ्गद्वयम् अस्ति, यत्र करु भवति नो चेत् क्षम्यतां, प्रथमतया वदामि, नो चेत् मम भ्रमं भवति. कृ धातु अस्ति, तत्र उकार अस्ति विकर्णप्रत्ययः. कृ धातोः तत्र उकार आर्धधातुकप्रत्ययः अस्ति, कित् अपि नास्ति, नित् अपि नास्ति, अतः गुणकरोति. कर् भवति, कर् योग उकार करु इति अङ्गं भवति. यत्र प्रत्यय पित् सार्वधातुकम् अस्ति, पित् अपि अस्ति चेत् करु एव तिष्ठति, नो चेत् सार्वधातुक अपित् प्रत्यय अस्ति चेत् तत्र अत एकनिमिष अत अत उतश्च अत उत् सार्वधातुके अत उत् सार्वधातुके क्षम्यताम् अत उत् सार्वधातुके सूत्रेण कर् करु अङ्गस्य अकारः इत्युक्ते क उत्तर इति अकार उकार भवति, कुरु इति प्रत्यय भवति. अत्र आत्मने पदीरूपे सर्वे प्रत्ययाः अपित् सन्ति, अतः अत्र वयं करु इति अङ्गं न पश्यामः, कुरु एव भवति. इदानीं कुरु योग ते कुरुते, कुरु योग आते भवति, तत्र यन् सन्धि भवति, कुर्वाते इति भवति, कुरु योग अते कुर्वते भवति, कुरु योग से तत्र वर्णमेलनमेव कुरु से, किन्तु आदेशप्रत्यय तेन सूत्रेण सकारस्य षकार मूर्धन्यषकार आदेश भवति. आदेशप्रत्ययोः आदेशप्रत्ययोः क्षम्यतां, तत्र सकारस्य मूर्धन्यषकारः आदेशः भवति, कुरुषे भवति. अन्यत्र अस्तु अस्तु आथे तत्र यण्सन्धि, कुर्वाथे कुरु द्वे तत्र पदं मेलनम् एव कुरु द्वे. अनन्तरं कुरु योग ए तत्र अपि यण्सन्धि कार्यं करोति, कुरु वे भवति. कुरु योग वहे, कुरु योग महे तत्र उकारस्य लोपः भवति, अन्तिम उकारस्य इत्युक्ते प्रत्ययस्य उकारस्य लोपः भवति. कुर् वहे, कुर् महे भवति. सम्यक्। तर्हि तत्र उकारस्य लोपः नित्यं भवति खलु? सत्यं। तर्हि कुर्वहे कुर्महे केन सूत्रेण लोपः भवति? नित्यं करोते, नित्यं करोते। अस्तु, सम्यक्, धन्यवादः महोदय। अग्रे अग्रे कः अस्ति? विजया महोदय, परस्मैपदे लोट् लकारः। परस्मैपदे लोट् लकारः सिद्ध तिङ् प्रत्ययः तूतात् लोट् लकारः। अस्तु, तूतात् ताम् अन्तु तात् तं त आनि आव आम इति अस्ति सिद्ध किं प्रत्ययः। अत्र सर्वत्र तत्र प्रथमं तात् इति अस्ति, कुरु सिद्धरूपेण अस्ति, करोतु करोतु इति अस्ति। तत्र कर् योगः तत्र तु इति अस्ति, गुणः भूत्वा तत्र सार्वधातुक आर्धधातुको योगः इति गुणः भूत्वा अनन्तरं तु प्रत्यययोजनेन करोति इति भवति। अनन्तरं कुरु इति अस्ति, कुरु योगः तात् कुरुतात् इति। कुरुतात् मध्ये अङ्गं कुरु किमर्थं, करु किमर्थं नास्ति? करु तत्र अत उत् सार्वधातुके इति सूत्रेण अकारस्य स्थाने उकारः आगच्छति कुरुतात् इति। किमर्थं ता किमर्थम् आगच्छति अत्र तात्? तात् विजयामहोदयस्य कृते प्रश्नः अस्ति, केवलं विजयामहोदय एव वदति। विजयामहोदय वदतु, तात् प्रत्ययस्य कृते कुरु किमर्थं भवति अङ्गम्? अत्र किं पृष्टवान् इति न, तु भवति वदति खलु करोतु परन्तु कुरुतात्, तर्हि तु प्रत्ययस्य कृते अङ्गमस्ति करु, परन्तु तात् प्रत्ययस्य कृते अङ्गमस्ति कुरु, किमर्थम्? तत्र प्रथमं पित् अस्ति अनन्तरम् अपित् अस्ति अतः तत्र कुरुतात् इति अस्ति, कुरु योगः तात् कुरुतात्। तादृशमेव तत्र कुरु योगः तां कुरुताम्, अनन्तरम् अन्तु अस्ति अत्र कुर्वन्तु इति तत्र इति प्रथमपुरुष बहुवचनमस्ति। केन सूत्रेण सन्धिः भवति? इको एनचि इति सूत्रेण। अग्रे अग्रे तत्र कुरु एव, तत्र हि लोपः अस्ति। केन सूत्रेण? इदानीमेव तत्र किञ्चित् उतश्च प्रत्ययादे प्रत्ययात् संयोगपूर्वात् इति, अनन्तरम् एतदेव तत्र एतत् अनुवर्तिसूत्रमस्ति अत्तो एहे इति सूत्रस्य। अनन्तरं कुरुतात् तत्र अपि कुरुयोगः तात् मेलनमेव, अनन्तरं कुरुतं तत्रापि मेलनं कुरुयोगः त कुरुत इति। अनन्तरं करवाणी करवाणी अस्ति अत्र, तत्र कर् इति अस्ति, अनन्तरं यचो एव यावः इति सूत्रेण प्रथमं वदतु अत्र करवाणी अङ्गं किम्? अङ्गं करु अस्ति वा कुरु अस्ति वा? अङ्गं तत्र प्रथमं क्रु एव, प्रथमं क्रु एव, अनन्तरं कर तत्र अङ्गद्वयम् अस्ति खलु, करु महोदय भवती किं करोति? एकवचनं वदामि, एकनिमेषः, भवती किं करोति? भवती रूपाणि जानाति, तदनन्तरं सूत्राणां तत्र तत्र सूत्र सूत्र तत्र आगच्छति इति करोति. एतत् एव समीचीनं. प्रथमं खर् इति अस्ति, अत्र सर्वे जनाः अत्र जानन्ति तत्र क्रुधातोः रूपाणि कानि सन्ति. तत्र विद्यालये अपि सन्ति, बाल्यकाले सर्वे जानन्ति करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुर्वाणि. तथैव न करणीयम्. इदानीं प्रथमं तु वदतु, आनि इति प्रत्ययस्य स्वरूपं कीदृशः? अपित् अस्ति वा? तत्र पित् अस्ति. पित् अस्ति, अतः अङ्गं किं भवति? कर् इति अस्ति. हा, करु. इदानीं करु योगः आणि. इदानीं वदतु, तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण करो इति प्रथमं भवति, अनन्तरं यचो यवायावः इति सूत्रेण कर् योगः औ योगः आणि इति अस्ति, अनन्तरं वर्णमेलनेन करवाणि इति अस्ति. तत्र नकारस्य नत्वं भवति, नकारस्य आटुकुप् वा अट्टुकुप् वाङ् नुम् एयवाये अपि इति सूत्रेण तत्र रेपः अनन्तरं विवधानमस्ति अत्र, अतः तत्र दन्तिनकारस्य स्थाने मूर्धनिनकारः आगच्छति. करवाणि, करवाणि इति. अनन्तरं करवाव इति अस्ति, तत्र अपि तादृशमेव कर् अनन्तरं सार्वधातुक अर्धधातुक योजनेन करो इति अस्ति, अनन्तरं यचो एव यावः इति सूत्रेण तत्र करवाव आव इति अस्ति, मेलनमेव. तादृशमेव तत्र करवाम इति अपि. धन्यवादः. धन्यवादः. अरुणा महोदय, आत्मनेपदि लोट्. आं महोदय, आत्मनेपदि प्रत्ययः अपित् प्रत्ययः अस्ति, ततः क्रूयोगः उद्योगः ताम् अपित् अस्ति चेत् अङ्गमस्ति कुरु. कुरुतां वर्णमेलनेन कुरुताम् आगच्छति. आतां कुरुयोगः आतां इकोनचि इति सूत्रेण कुर्वातां योगः कुरुस्व अत आदेशप्रत्ययेन कुरुष्व भवति. कुरुयोग आताम् अदपि अपित् अस्ति चेत् कुर्वाथां कुरुयोगत्वं कुरुध्वं कुरुयोगः ऐ अत्र पित् अस्ति. ततः खरु इति रूपम् अङ्गमस्ति, खरु प्लस् ऐ किं भवति? प्रत्ययः पित् अस्ति खलु, किं महोदय? प्रत्ययः पित् अस्ति खलु. आं महोदय, तदेव करु इति अङ्गमस्ति. एकनिमेषः, अरुणा महोदय भवति, करु योगः ए ऐ, अत्र ऐ इति पित् अस्ति, अतः किं करणीयं प्रथमं? सार्वजातकार्थसूत्रेण ओ भवति. करो योगः ऐ, करोतु. करु योगः ऐ कर्वावहै, करो योगः ऐ किं वदति भवती सन्धि कृत्वा? कर्वाहै, सम्यक् वदतु. करो योगः ऐ कर्वै, करवै, कर्वै. अग्रे अत्र अत्रापि करु योगः पित् अस्ति तथा करो भवति, करो युग इवहि कर्व कर्व अत्र नित्यं सूत्रं न कार्यं अत्र करो योगः आवहि अस्ति खलु किमर्थमद्य सर्वे जनाः भ्रमिताः सन्ति अत्र नूतनवर्षस्य हेङ्गोवर् अस्ति वा अत्र सर्व सर्वेषां सर्वे अत्र विस्मृतवन्तः सर्वे अत्र तु नूतन एकयवयागः इति अस्ति तत्र किं विस्मरणमस्ति कर्वाहै भवति कर्वावहै एतयवयावः अस्ति खलु ओकारस्य स्थाने अव आगच्छति कर योगः अव योगः आवहै करवावहै कर्वावहै कर्वामहै करवावहै करवामहै तर्हि करवे करवावहै करवामहै प्रथमं करु इति अङ्गं तस्य गुणः भवति तदनन्तरम् एतयवयावः अस्तु धन्यवादः मीना महोदय परस्मैपदी लङ् परस्मैपदी लङ् आ योगः कृ योगः उ योगः इति अकृ उ अकार गुण गुण भवति अकार अकार उ अकरु पित् भवति तदा अकरोत् इति अन्तिमरूपम् अकरोत् अकृ ताम् अतः ताम् इति अपित् भवति ततः गुण न भवति अकुरुताम् अकृ उ अकृ उ अकर् न प्रश्नः अस्ति मम अङ्गं करु अस्ति वा कुरु अस्ति वा अङ्गं करु अस्ति ओ तर्हि करु अस्ति चेत् रूपं भवति अकुरुतां खलु अकुरुताम् अकुरुताम् इदानीमेव वदति भवती अङ्गं अकरोत् अकर् उताम् अकरुताम् इति वा अकरुताम् ओ तर्हि ताम् इति पित् अस्ति वा अपित् अस्ति अपित् अस्ति तर्हि अपित् अस्ति चेत् अङ्गं कुरु अस्ति वा करु अस्ति वा अङ्गम् अकुरु अकुर्ताम् अकुरुताम् अङ्गं कुरु अस्ति खलु अतः उत्सर्वधातु अकुरुताम् अकुरु मम प्रश्नस्य उत्तरं ददातु अत्र अङ्गं कुरु किमर्थं भवति भवति किमर्थं भवती वदति खलु अकुरुताम् इति अङ्गम् अस्ति कथं जानाति अकुरुताम् अस्ति अकुरुताम् किमर्थं नास्ति तदेव अहं वदामि जनाः प्रायः रटनेन वदन्ति तत्र रूपाणि सर्वे जानन्ति खलु अकरोत् अकुरुताम् अकुर्वन् अकरोः अकुरुताम् अकुरुत अकरोम् अकरोः तथापि न गुण भवति तत्र मम प्रश्नः अस्ति अकुरुतां तत्र तां प्रत्ययः कृते अङ्गं कुरु अस्ति वा करु अस्ति इति मम प्रश्नः अस्ति तस्य उत्तरं ददातु कुरु अपित् अस्ति किल ताम् इति अपित् अस्ति खलु ताम् इति अपित् ताम् अपि अस्ति अतः अङ्गं कुरु भवति अकुरुताम् अकुरुताम् अकुरुताम् अग्रे अकुरुताम् अकुर् अत्र इकोयनचि अकुर्वन् प्रथमं वदतु अङ्गं किमस्ति अयोगः क्रियोगः उयोगः अन् मम केवलं वदतु अकरु अस्ति वा अकुरु अस्ति अकुरु अकुरु अन् किमर्थम् अकुरु अस्ति भ्रमः अस्ति महोदय तदेव अहं पृच्छामि अहं जानामि भवत्याः भ्रमः अस्ति भवती केवलं रूपं जानाति सूत्राणि न जानाति उतश्च प्रत्ययोगात् संयोग मम प्रश्न सरलमस्ति अत्र अस्ति अङ्गं कुरु अस्ति वा करु अस्ति वा प्रथमप्रश्न कथं जानाति कुरु अस्ति अपित् अस्ति तस्मात् अन् इति प्रत्ययः अपित् अस्ति अतः अत उत् सार्वधातुके इति सूत्रेण कुरु इति अङ्गं भवति तदनन्तरम् अकुरु अन् अकुर्वन् इति भवति इको एनर्जि अग्रे भवति तत्र सिप् भवति सिप् पित् भवति अकर् उ इस् अकरोः कथं केन सूत्रेण अकरोः सार्वधातुकार्थोति सूत्रेण तदनन्तरं तदनन्तरम् अकुरुतं तेन कारणेन विसर्ग केन सूत्रेण भवति केन सूत्रेण किं भवति महोदय विसर्गः सकारस्य विसर्गः केन सूत्रेण भवति सकारस्य विसर्गः विस्मृतं महोदय अकरोः अकुरु इदानीम् अकुरुतम् अकुरुत अपि तस्ति अकुरु तम् अकुरुत अमिति पित् अस्ति अकरवम् अङ्गं वदतु अखर् अखर् उ अम् ततः मकारस्ति एकनिमिष अम् इति प्रत्ययः पित् अस्ति वा अपित् अस्ति पित् अस्ति अतः अङ्गम् अकरु अस्ति वा अकुरु अस्ति अकरु अकरु अकरु अकरु योगः अम् इदानीं किं भवति अकरवम् अकरु अम् अकरु अम् अकरवम् केन सूत्रेण केवलं मीना महोदय वदति मीना महोदय भवती केवलं गुण भवति अत्र दिस् इस् नाट् डन् दिस् इस् नाट् डन् दिस् इस् नाट् डन् अत्र न न न दिस् इस् सीरियस् अकरु योगः अम् तत्र केन सूत्रेण अकर्वं भवति अत्र अस्माकं प्रथमवर्गस्य अस्ति अत्र नूतनं किमपि अकरो अहम् अकरवाम् केन सूत्रेण अहं तद् पश्यामि तदनन्तरं किम् अकरो अहम् अकरवम् इको एनर्जि इको एनर्जि अस्ति वा एचोयवः अकरवम् अकरवम् Please do not tell the forms from your memory. I know you all know the forms from memory. That's why all of you are able to make the forms correctly, but you don't know the way to make them. That is not the purpose of this class. The purpose of this class is not to know that you know the forms. Everybody knows that you know the forms since like childhood. The point in this class is how to make the forms if you don't know them from first principles. So, सार्वधातुकार्धातुकयोः एचोयवायावः इदर् आल् फस्ट् प्रिन्सिपल्स् एण्ड् देट् शुड् लीड् यू टु द फार्म् अकर्वम् नाट् देट् द फार्म् इस् अकर्वम् एण्ड् नौ लेट् अस् ट्रै टु रिवर्स् इञ्जिनियर् वाट् द रूल्स् आर् देट् इस् नाट् करेक्ट् डोण्ट् डू देट् प्लीज् इवन् दो यु नो द फार्म् ट्रै टु थिङ्क् देट् यु डोण्ट् नो द फार्म् एण्ड् ट्रै टु वर्क् इट् औट् फ्रम् फस्ट् प्रिन्सिपल्स् सो अकर्वम् अत्र अम् इति पित् प्रत्ययः अस्ति अतः करु इति अङ्गं भवति करु इति अङ्गम् अस्ति अतः तत्र करु योगः अम् तत्र पित् अस्ति अतः सार्वधातुकाधातुकयोः इति सूत्रेण करो इति भवति अकरो योगः अम् तदनन्तरम् एचोयवायावः इति सूत्रेण अवादेशः भूत्वा अकरवम् इति भवति इति अस्ति सम्यक् रीति विसर्गः आगच्छति तत्र तत्र ससजिशोरुः अनन्तरं करस्थानयोर्विसर्जनीयः एतत् अपि सर्वत्र आगच्छति विसर्गस्य स्थाने आम् विसर्गः इदानीम् अग्रे व अकर् अकुर्व अकुर्व अकुर्म कथं तद् अकृत् अस्ति अपि तस्ति अतः अङ्गं किं भवति अकुर्व अकुर्व अकुर्म अकुर्व अकुर्म विकल्पेन नित्यं करोति इति सूत्रेण विकल्पेन न भवति अकुर्व अकुर्मः एव अकुर्व अकुर्म कुर्म तर्हि अत्र प्रत्ययः अपि तस्ति अतः कुरु अङ्गं भवति अकुरु योगः व तदनन्तरं नित्यं करोतेः इति सूत्रेण वकारादिमकारादिप्रत्ययपरे उकारस्य लोपः भूत्वा नित्यं लोपः भूत्वा अकुर्व अकुर्म इति भवति अस्तु तर्हि इदानीं समयः समाप्तः मम स्ट्राङ्ग् विनन्ति अस्ति अतः गृहं कृत्वा क्रू धातु कृते ये सूत्राणि सन्ति पुनः पश्यन्तु अत्र अहं किं वदामि तत् वारं वारं वदामि अत्र प्रथमं रूपं कृत्वा सूत्राणि कानि सन्ति इति रीति असमीचीना अस्ति प्रथमसूत्राणि आगच्छन्ति तदनन्तरं रूपं भवति तर्हि पश्यतु अत्र अकुर्व अकुर्म रूपाणि जानन्ति परन्तु सूत्राणि किमस्ति न जानाति चेत् तस्य वर्गस्य महत्त्वमेव नास्ति अत्र तर्हि पुनः एकवारं गृहं गत्वा सूत्राणि पठन्तु प्रश्नः अस्ति चेत् ईमेल् करोतु माम् अनन्तरम् अग्रिमरविवासरे अत्र यत्किमपि अवशिष्टमस्ति तनादिगणस्य तत्र समाप्य अग्रे गच्छावः नूतनगणमस्ति तर्हि इदानीं लङ् आत्मने आरभ्य खलु जि लङ् आत्मने आरभ्य लङ् आत्मने विधिलिङ्ग् अपि च किमपि नूतन किमपि किञ्चित् एव न्यूनमपि किमपि नूतनमस्ति तनादिगणे अन्तिमे तत् समाप्य अग्रिमगणे गच्छामः जि तत्र सुकृजिं तनु षणु षणु मनु एतत् सर्वं तादृशमेव कुर्मः वा न तु पठामि एव वा किम् एतदपि गृहकार्यमस्ति वा अस्ति खलु न गृहकार्यं केवलं क्रूधातु कृते रूपाणि कानि सन्ति अपि च सूत्राणि कानि सन्ति तद् तस्य पुनराभ्यासं न अधः अधः अस्ति खलु तनादिगणीयः दातवः तदग्रे गृहपाठं वा न तद् वयं पठामः अग्रे क्षम्यतां महोदय किम् अत्र किमपि विस्मरणं नास्ति, अत्र नूतनम् अद्य एव पठितम् अस्माभिः, विस्मरणस्य कारणमेव नास्ति अत्र। पुनः पश्यतु, अग्रिमरविवासरे मेलिष्यामः। धन्यवादः, शुभरात्रिः, शुभरात्रिः, धन्यवादः।